अस्माकम् इदानीं कः विषयः प्रवर्तते? शत्रन्तानां सुबन्तनिर्माणं, सुबन्तनिर्माणप्रक्रिया कथं भवति शत्रन्तानां कृते इति अस्माभिः इदानीं पठितम्। तत्र पुलिङ्गे कथं भवति इति तु अस्माभिः पठितं खलु। तत्र पुलिङ्गे कथं भवति, नुमागमः कथं भवति, कुत्र भवति, कुत्र न भवति इति सर्वम् अस्माभिः दृष्टम्। अस्तु, तत्र सप्तसूत्राणि, पञ्चसप्तसूत्राणि सन्ति, यानि मुख्यसूत्राणि सन्ति। तत्र कुत्र नुमागमः भवति, कुत्र विकल्पेन भवति, कुत्र न भवति, कस्मिन् गणे किं भवति इति अस्माभिः पठितं खलु। इदानीं इदानीं किमस्ति, तत्र द्वादिगणे अस्माभिः पठितं नुमागमः भवति, नवसु गणेषु नुमागमः भवति, परन्तु जुहोत्यादिगणे न भवति आभ्यस्तात् चतुः इति सूत्रेण, यत्र पुलिङ्गे न भवति, अन्यत्र सर्वत्र नुमागमः भवति। कुत्र भवति? सर्वनामस्थानप्रत्ययः अस्ति चेत्, नाम प्रथमपञ्चप्रत्ययाः सन्ति चेत् नुमागमः भवति, तदनन्तरं नुमागमः न भवति। अपि च जुहोत्यादिगणकृते नुमागमः तु न भवति एव। तदनन्तरम् अस्माभिः दृष्टं यत् सर्वनामस्थानप्रत्ययः नास्ति, तर्हि तस्य पदसंज्ञा अथवा भवसंज्ञा भवति खलु, पदसंज्ञा अथवा भवसंज्ञा भवति। तत्र यकारादि अथवा अजादिप्रत्ययः अस्ति चेत् भवसंज्ञा भवति, अन्यथा पदसंज्ञा भवति। पदसंज्ञा भवति चेत् पदस्य अन्ते यत् यत् कार्यं भवितुं शक्नोति तत् करणीयं, जलां दशो अन्ते अपि च इति सर्वम् अस्माभिः पठितम्। अस्तु, तर्हि पुलिङ्ग इति अस्माभिः पठितं, पुलिङ्गविषयः समाप्तम्। इदानीं नपुंसकलिङ्गस्य विषयः अस्ति। नपुंसकलिङ्गे भिन्नकार्याणि भवन्ति, तत्र प्रथमपञ्चप्रत्ययाः तु सर्वनामस्थानं न भवन्ति, यतोहि सुड् अनपुंसक् अस्ति इति सूत्रमस्ति, नपुंसक् कृते न अस्ति। परन्तु नपुंसकलिङ्गे अन्यप्रत्ययः अस्ति, सर्वनामस्थानं अस्ति, षी सर्वनामस्थाने षी प्रत्ययः अस्ति। तत्र प्रथमविभक्ति, द्वितीयविभक्ति, बहुवचनं, तत्र षी प्रत्ययः अस्ति, तत् सर्वनामस्थानम् अस्ति। अस्तु, अन्यत्र नास्ति। अतः इदानीम् अपि च अस्माभिः पठितं नपुंसकलिङ्गकृते जुहोत्यादिगणकस्ति, तत्र विकल्पेन भवति, पुलिङ्गे तु नुमागमः न भवति एव, परन्तु नपुंसकलिङ्गे विकल्पेन भवति। तर्हि भिन्नकार्याणि सन्ति, तानि कार्याणि इदानीं पठनीयानि। अपि च महोदय, वयं दृष्टवन्तः तत्र नुमागमः नपुंसकलिङ्गे सर्वनामस्थाने नपुंसकस्य जलचः इत्यनेन भवति, अपि च अथवा उगिदचां सर्वनामस्थाने इत्यनेन अपि भवितुमर्हति इति खलु। अस्तु, तर्हि मदर महोदय पठति वा अद्य? आम् आं महोदय, पठामि। पठतु तर्हि। नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणं, नपुंसलिङ्गे शत्रान्तानां सुबन्तनिर्माणं, द्वादिगणगणः द्विवादिगणः सुरादिगणः, पचत् योगः सु स्वामो नपुंसकात् इत्यनेन नपुंसकात् अङ्गात् सुलोपः, पचत् जलां जशोन्ते इत्यनेन पदान्ते तकारस्य जस्वं, पचद् वावसाने इत्यनेन अवसाने जलः विकल्पेन चर् आदेशः भवति, पचत् अथवा पचत्। अत्र पचत् योगः सु स्वामोर् नपुंसकात्। तर्हि नूतनसूत्रमस्ति, अग्रे सूत्रमस्ति, पठतु अग्रे, अधोभागे अस्ति किञ्चित्। स्वामोर् नपुंसकात्, नपुंसकात् अङ्गात् सु अम् इत्यनयोः लुक् लोपः सु सु च अं तयो त्रे त्रे द्वन्द्वः स्वमौ तयोः स्वमौ स्वमोः स्वमोः षष्ट्यन्तं नपुंसकात् पञ्चम्यन्तं द्विपदम् इदं सूत्रं षट्प्यो लो लोक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् स्व स्वमोः लुक् तदनन्तरं यत् सुप्रत्यय अस्ति प्रथमाविभक्ति एकवचनम् अपि च अम् प्रत्यय अस्ति द्वितीयविभक्ति एकवचनं तस्य लोपः भवति सु अम् लोपः भवति वा अग्रे अपि पठतु नपुंसकाच्च नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षि आदेशो भवति नपुंसकात् पञ्चमी अन्तं च अव्ययपदं द्विपदमिदं सूत्रम् औङ् आपः इत्यस्मात् औङ् इत्यस्य अनुवृत्तिः जषः षि इत्यस्मात् षि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् औङ् षि औ प्रत्ययस्य षि आदेशः भवति इति उक्तवान् नपुंसक अङ्गात् नपुंसकात् अङ्गात् नपुंसकलिङ्ग अङ्ग अस्ति चेत् तदनन्तरम् औ प्रत्ययस्य औ कुत्र अस्ति प्रथमं इत्यादि द्विवचनं तस्य स्थाने षी भवति षी भवति दीर्घ षी अस्तु तर्हि इदानीम् उपरि गच्छतु पुनः पश्चात् योगः औ इदमपि सूत्रं पठतु अन्ताद् द्विविच्य महोदय न श्रूयते महोदय इदानीं श्रूयते अन्तादि वञ्च पूर्वपरयोः यः एक आदेशो भवति सः पूर्ववर्ति वर्णसमुदायस्य अन्त्यभागः अपि च परवर्ति वर्णसमुदायस्य आदिभागः अन्तश्च आदि च अन्तादि इत्र इत्र द्वन्द्वः अन्तादिभ्यां तुल्यम् अन्तादिवत् अन्तादिवत् अव्ययपदं च अव्ययपदं द्विपदमिदं सूत्रम् एकः पूर्वपरयोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एकः पूर्वपरयोः अन्तादिवञ्च नावगच्छामि महोदय अन्तादि एकपूर्वपरयोः अन्तादिवत् च नाम पूर्वपरयो पूर्वपुरसन्धिः अस्ति खलु तत्र पूर्व अपि च पर इत्यनयोः स्थाने मिलित्वा एकं किमपि भवति तद् एकं पूर्ववर्णसमुदायस्य अपि अन्त्यभागः अस्ति अतः अन्तवत् अपि च परवर्णसमुदायस्य आदिमभागः अस्ति इति आदिवत् इति अस्ति नाम यत् एक भवति पूर्वपरयोः स्थाने तत् पूर्वस्यापि अन्तिमभागः अस्ति पूर्वस्यापि भागः अस्ति परस्यापि भागः अस्ति पूर्वस्य अन्तिमभागः परस्य आदिमभागः इति एव अस्तु पूर्वस्य अन्तिमभागः परस्य आदिमभागः खलु अस्तु इदानीं पठतु पचत् योगः औ पचत् योगः औ नपुंसकाञ्च इत्यनेन औ स्थाने षि पचत् योगः षि औ स्थाने षि लष क्वचिते इत्यनेन अनुबन्धलोपः पचत् योगः इ अन्तादिवञ्च इत्यनेन पच् अङ्गमस्ति शनयो नित्यम् इत्यनेन शी प्रत्ययः परे अस्ति चेत् शन् प्रत्ययोः आवरणात् अङ्गात् तत्रान्ताङ्गस्य नित्यं नुम् आगमः अन्तादिवञ्च इत्यनेन पच्च इत्यस्य अङ्गम् अस्ति पचत् इति अङ्गम् एव अस्ति खलु पचत् पचत् पूर्णं पठतु एकवारम् मिदिचोन्त्यात् परः इत्यनेन नुम् अत्यन्तात् स्वरात् परे पचन्त् योगः इ न नश्यपदान्तस्य जलि इत्यनेन जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः अनुस्वारस्य इ परसवर्णः इत्यनेन यै अनुस्वारस्य स्थाने परसवर्ण आदेशः पचन्त् योगः इ वर्णमेले पचन्ति अत्र पचत् योगः औ स्थाने शी भवति शी अनुबन्धलोपानन्तरम् ईकारः एव तिष्ठति अन्तादिवञ्च इति सूत्रस्य मगतम् अत्र किं महोदय वदतु अन्तादिवञ्च इति इत्यनेन पच्च तकारः अन्तिमवर्णः अस्ति तत्क्षणयो नित्यम् इत्यनेन श्रीप्रत्ययपरि अस्ति चेत् किम् आगमः नावगच्छामि महोदय पचत् योगः इ अन्तादिवञ्च इत्यनेन पच् अङ्गम् अस्ति पच अङ्गमस्ति तर्हि किमस्ति पठतु पश्यतु पच् धातु अस्ति अग्रे शतृप्रत्ययस्य अत् अस्ति पच् योगः अत् शतृप्रत्यये कर्त्री अस्ति सार्वधातुक अस्ति अतः कर्त्री शप् सार्वधातुके इति सूत्रेण शप् प्रत्यय मध्ये भवति खलु पच् योगः शप् योगः शत्रि अनुबन्धलोपानन्तरं पच् योगः अ योगः अत् खलु इति अस्ति इदानीं पच योगः अ योगः अत् तर्हि पच योगः अत् इति भवति खलु पच योगः अत् इदानीं पच योगः अत् अस्ति तर्हि किं सूत्रं कार्यं करोति पच योगः अत् मध्ये किं सूत्रं कार्यं करोति पच योगः अत् मध्ये अतो गुणे अस्ति अपदान्त अस्ति खलु अपदान्त अकारः अस्ति तदनन्तरं गुणवर्णः अस्ति अत् अ तर्हि किं भवति यदि अपदान्तस्य अकारः तदनन्तरं गुणवर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकगुणवर्णः भवति खलु इति अस्ति अतोगुणे तर्हि अतोगुणे इत्यनेन अ प्लस् अ तत्र अ भवति यतोहि अगुणवर्णः अस्ति तर्हि पचत् भवति पचत् इदानीं अयोगः अ पूर्वपरयोः स्थाने अ इति आगच्छति इदम् अयम् अकारः यत् आगच्छति पूर्वपरयोः स्थाने सः अकारः पूर्व यत् वर्णसमुदायः अस्ति प तस्य अपि अन्तिमभागः अस्ति किं भवति पच अपि च अनन्तरं यद्भागः अस्ति तस्य प्रथमभागः आदिमभागः अपि अस्ति अत् नाम तद् अकारः पूर्वे गत्वा पच इति करिष्यति अनन्तरं गत्वा अत् इति अपि भवति नाम तत् अकारः एकः एव अस्ति परन्तु पच तस्य अपि भागः अस्ति अत् तस्य अपि भागः अस्ति तस्य किं महत्त्वम् इति चेत् यदि कोऽपि पृच्छति पचत् मध्ये पचत् इति शत्रन्तप्रातिपदिकमस्ति खलु शत्रान्ताङ्गमस्ति तत्र क्षत्रिप्रत्ययस्य भागः अस्ति अत् खलु अत् तत् अत् कृते अङ्गं किं नाम क्षत्रिप्रत्ययस्य कृते अङ्गं किं तर्हि तस्य कृते अङ्गम् अस्ति प च यतोहि ह्यः अकारः आगच्छति पू अतो गुणे इति सूत्रेण तद् अकार पूर्वे गच्छति प्रा अनन्तरमपि गच्छति पूर्वे गच्छति अतः प प च इति अपि अङ्गं भवति तथा नास्ति चेत् यदि केवलम् अनन्तरं गच्छति तर्हि अङ्गं किं भवेत् पच् प च इति न भवति यदि अकारः केवलम् अथ् मध्ये अनन्तरं गच्छति तर्हि पूर्वं किम् अङ्गं भवति पच् न तु पच परन्तु अन्तादिवच्च इति सूत्रेण यः अकारः अस्ति तत् पूर्वमपि गच्छति पच अनन्तरमपि गच्छति अथ् अतः एकः एव अकारः अस्ति परन्तु स्प्लिट् भवति पच अथ् इत्यनेन एव अथ् कृते यः अङ्गमस्ति पच तद्वस्तुतः किमस्ति अकारान्त अङ्गमस्ति न तु चकारान्त अङ्गम् अकारान्तम् अङ्गमस्ति न तु चकारान्तम् अङ्गम् तस्य वैशिष्ट्यं किम् तस्य वैशिष्ट्यं यत् शप् शनोर्नित्यम् इति सूत्रं कार्यं कर्तुं शक्नोति शप् शनोर्नित्यं सूत्रं किं वदति नदीप्रत्ययपरे नाम स्त्रीलिङ्गप्रत्ययपरे अथवा शीप्रत्ययपरे शीप्रत्ययपरे अस्ति चेत् शप् शन् प्रत्ययोः शप् शन् प्रत्ययः यत् अस्ति तस्य तस्मात् अवर्णा प्रत्ययनयोः शप् शन् प्रत्ययस्य अवर्णान्त अङ्गम् अकारान्तम् अङ्गम् अस्ति चेत् तत्रान्त अङ्गस्य नित्यं नुमागमः भवति तर्हि अत्र श्रीप्रत्ययः परे अस्ति अतः निमित्तमस्ति शप् शप् प्रत्ययः अस्ति यतोहि पच् भवादिगणे अस्ति शप् प्रत्ययमध्ये अस्ति तथैव पच् योगः अयोगः अद् भवति खलु तर्हि शप् प्रत्ययः अस्ति अ तस्य अप्रत्ययः अ अस्ति अतः शप् शन् प्रत्ययस्य अकारान्तम् अङ्गमस्ति प च शप् शन् प्रत्ययस्य अकारान्तम् अङ्गमस्ति प च इति शप् प्रत्यय निमित्तीकृत्य अकारान्तम् अङ्गमस्ति खलु तस्मात् अनन्तरं क्षत्रिप्रत्ययः अस्ति अथ् तदनन्तरं शीप्रत्ययः अस्ति एतादृशी स्थितिः अस्ति चेत् यः क्षत्रान्तम् अङ्गमस्ति क्वचत् क्वचत् नाम शप् प्रत्ययः अथवा शन् प्रत्ययः तेन उद्भवित अकारान्त अङ्गम् प च तस्मात् अनन्तरं क्षत्रिप्रत्ययः अस्ति अत् एतादृशी स्थितिः अस्ति चेत् अङ्गं भवति पचत् क्षत्रान्तम् अङ्गमस्ति पचत् तस्य शीप्रत्ययपरे नुमागमः भवति नुमागमः कुत्र भवति अन्तिम अच् वर्णानन्तरं पचन्त् योगः भवति पचन्त् योगः इ पचन्त् योगः इ मध्ये इदानीं नश्च पदार्थस्य झलि अनुस्वारस्य परसवर्णः इत्यनेन रूपं किं भवति पचन्ति पचन्ति वा महोदय महोदय पचयोगः अत् तत्र अतो गुणे इति सूत्रेण एव एकः एकादेशः भवति किमर्थम् अन्तादिवत् च इति सूत्र आवश्यकं तत्र एकः एव आचरणं भवति खलु तर्हि तत् अच् वर्णः प्रथमस्य भागः अस्ति वा अनन्तरस्य भागः अस्ति वा यदि प्रथमस्य भागः अस्ति तर्हि पच योगः इति भवति अत् नास्ति चेत् क्षत्रिप्रत्ययः कुत्र गच्छति क्षत्रिप्रत्ययः तु अत् अस्ति खलु तर्हि अत् नास्ति अस्तु अस्ति महोदय किमर्थम् अत् नास्ति पच योगः अत् एकादेशः पच् योगः अत् किल पच् पच एकादेशः अस्ति खलु इदानीं किम् अस्ति व इच् अस्ति खलु अस्ति अकारः एक एव अस्ति अकारः पूर्वभागस्य भागः एकः आकारः अस्ति एतत् पूर्वसमुदायस्य भागः अस्ति वा अनन्त द्वितीयसमुदायस्य भागः अस्ति वा यदि पूर्वसमुदायस्य भागः अस्ति चेत् पच योगः इत् अस्ति तर्हि इत् मध्ये अत् नास्ति द्वितीयसमुदायस्य भागः अस्ति चेत् पच् मध्ये अकारः नास्ति अकारान्तं नास्ति तर्हि अकारान्तं नास्ति चेत् शप्शनोर्नित्यम् इति सूत्रं कार्यं कर्तुं न शक्नोति यतोहि शप्शनोर्नित्यं कृते क्षत्रिप्रत्ययः अकारः अकारः अस्ति पकारः अकारः चकारः अस्ति चकारानन्तरम् अकारः नास्ति खलु चकारान्तरम् अत् एव अस्ति शत्रुप्रत्ययः एव अस्ति अस्ति अत् मध्ये अकारः गच्छति पच् मध्ये अकारः नास्ति खलु अत् कृते पच् मध्ये प आ अस्ति प आ इच् इच् अकारान्त नास्ति खलु अकारान्त नास्ति तर्हि अत् कृते नाम शत्रिप्रत्ययकृते यत् अङ्गं महोदय एकनिमिष यत् अङ्गम् अत्र एकनिमिष यत् अत् प्रत्ययकृते यत् अङ्गम् अस्ति तद् अकारान्तं नास्ति पच् चकारान्तम् अस्ति तथा अस्ति चेत् शप्शनोर्नित्यं कार्यं कर्तुं न शक्नोति यतोहि शप्शनोर्नित्यं कृते यत् अङ्गम् अस्ति शत्रिप्रत्ययस्य तत् अकारान्तं भवेत् अतः एतादृशी विलक्षणस्थितिः आगच्छति अतः किं सूत्रं किं वदति अन्तादिवच्च यः अस्तु सूत्रात् तु पूर्वपरयोस्थाने एकः एव भवति परन्तु एकः एव अस्ति चेदपि तत् पूर्वस्य अपि भागः अस्ति अनन्तरस्य अपि भागः अस्ति अतः अकारः यत् अस्ति तत् पच् मध्ये अपि गच्छति अत् मध्ये अपि गच्छति अतः पच कृते प्रत्ययः यत् अस्ति तदस्ति अत् अत् कृते यत् अङ्गम् अस्ति तदस्ति पच अवगच्छति वा परन्तु पचत् योगः सि अस्ति शप् शनयो नित्यम् इति सूत्रेण नुम् आगमः भवति किल अन्तादि वञ्च इति सूत्रस्य प्रसक्तिः नास्ति महोदय अस्ति खलु शप्शनोर्नित्यं कृते किम् अस्ति यत् क्षत्रिप्रत्ययः अस्ति तस्य कृते यत् अङ्गम् अस्ति तत् अङ्गम् अकारान्तं भवेत् यदि अन्तादिवच्च इति सूत्रं नास्ति तर्हि पचत् इति प्रातिपदिके अत् कृते अङ्गं किं पच् खलु पच नास्ति अकारः एकः एव अस्ति खलु तर्हि अत् इति प्रत्ययस्य कृते अङ्गं पच् भवति पच् इति अङ्गम् अकारान्तं नास्ति अङ्गम् अकारान्तं नास्ति चेत् शप्नो नित्यं कार्यं कर्तुं न शक्नोति तथा मा भवेत् अतः यः अकारः अस्ति तत् अत् मध्ये अपि गच्छति पच् मध्ये अपि गच्छति अतः अत् कृते अङ्गम् अस्ति पच पच इति अकारान्तम् अङ्गमस्ति अतः शप्शनोर्नित्यं कार्यं कर्तुं शक्नोति नुमागमः भवति पचन्त् शप्शनोर्नित्यम् इति सूत्रं किं वदति यदि नदीप्रत्ययः अस्ति नाम स्त्रीलिङ्गप्रत्ययः अस्ति अथवा शीप्रत्ययः परे अस्ति चेत् शत्रन्तम् अङ्गं पूर्वम् अस्ति चेत् अपि च शत्रिप्रत्ययस्य कृते शप् अथवा श्यन् प्रत्ययात् उद्भवित अकारान्तम् अङ्गम् अस्ति चेत् तत् शत्रान्ताङ्गस्य नुमागमः भवति तर्हि पच योगः शीप्रत्ययः अस्ति पूर्व अनन्तरं पचत् इति शत्रान्तप्रातिपदिकमस्ति क्षत्रिप्रत्ययस्य कृते अङ्गमस्ति पच तत् पच अकारान्तं भवति अकारान्तं किमर्थं भवति यतोहि तत्र वादिगणप्रत्ययः तर्हि शप्रत्ययात् अकारान्तम् अङ्गं भवति शत्रिप्रत्ययस्य कृते अग्रे शीप्रत्ययः अस्ति अतः यत् शत्रान्तप्रातिपदिकम् अस्ति शत्रान्तम् अङ्गम् अस्ति तस्य नुमागमः भवति पचन्त् आहत्य पचन्ति महोदय अत्र महोदय नुमागमः अस्ति आक्षी नद्यो नुम् इत्यनेन अवर्णात् अङ्गात् शत्रन्तस्य नुमागमः भवति विकल्पेन इति अस्ति. इदानीं तत्र पचत् औ इत्यनेन तत्येन येन सूत्रेण एव भवितुमर्हति विकल्पेन. इदानीं विकल्पं नित्यं कारयति अग्रिमसूत्रम् चप्तनु नित्यम् इत्यनेन खलु, अथवा मूले अवर्ण पच इति अङ्गमस्ति. आम् आक्षीर्नद्योर्नुं विकल्पेन करोति. आम् परन्तु तत्र यनाम अवर्णात् अङ्गम् अस्ति चेत् अग्रे शत्रिप्रत्ययः अस्ति, अग्रे नदी अथवा शीप्रत्ययः अस्ति चेत् तत् शत्रान्त अङ्गस्य नुमागमः भवति विकल्पेन. परन्तु यदि तत् अवर्णात् अवर्ण अवर्णान्त अङ्ग यदि शप् अथवा शन् प्रत्ययात् भवति तथा पचत् मध्ये तथा अस्ति चेत् नित्यं भवति निमागमः. अतः तत्र तुदादिगणे विकल्पेन भवति खलु, तुदन्ति आक्षि नद्यनुमित्तेन भवति नपुस्तकलिङ्गे. तस्य स्त्रीलिङ्गशत्रान्तरूपं किम् अस्ति? स्त्रीलिङ्गशत्रान्तरूपं लिखति अथवा लिखन्ति उभयमस्ति. तत्र नपुस्तकलिङ्गस्य अपि तुदन्ति इति द्विवचने तुदन्ति अथवा तुदन्ति इति द्वयं भवति. सत्यं अत्र न भवति. किमर्थं शप्सर्नित्यम् इति कार्यं करोति? तुदादिगणे विकल्पेन, भवादिगणे दिवादिगणे नित्यम्. अग्रे अवगच्छन्ति वा सर्वे? तर्हि पचत् इदानीं बहुवचनम्. अग्रे कः अस्ति? मीना महोदय भवती एव पठतु. पचत् योगजस् पचत् योगः जस् जस् शशोः शिः इत्यनेन नपुंसकात् अङ्गात् सुऔजस् जस्थाने शि आदेशः. पचत् योगः शि दशकृतदिनेन अनुबन्धलोपः पचत् योगः इ शि सर्वनामस्थानम् इत्यनेन शि इति आदेशस्य सर्वनामसंज्ञा. नपुंसकस्य जलचः इत्यनेन नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्ताङ्गस्य अनुमागमः. मिदचोत् अन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे पचन् इत् योगः इ. नश्च पदान्तस्य जलि इत्यनेन जलि अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशः. अनुस्वारस्य यै परसौनित्यनेन यै अनुस्वारस्य स्थाने परसवर्णादेशः. पचन्ति योगैः वर्णमेलने पचन्ति. तत्र सुलभमस्ति अन्तादिवच्च एव किञ्चित् भ्रमः. मया उक्तं खलु अन्तादिवत् नास्ति चेत् तत्र पच् कृते अत् कृते पच् अङ्गं भवति. पच् अजन् अकारान्तं नास्ति खलु? अन्तादिवत् चेत् सूत्रेण यः अकारः भवति पूर्वपरयोः स्थाने यावत्पर्यन्तं पूर्वं परः अस्ति सन्धि नास्ति तावत्पर्यन्तं ब्रह्म नास्ति. परन्तु सन्धि कृत्वा यत् पूर्वपरयोः स्थाने एकं भवति तद् एकं कस्य भागः? पूर्वस्य भागः वा परस्य भागः वा? उत्तरमस्ति उभयोः भागः अस्ति. उभयोः भागः अस्ति अतः एव सूत्रस्य कार्यं भवति. अत्र ओ अतो गुणे तत्र पच्योगः अत् भवति. अकारः पच्योगने अस्ति वा अथवा अत्योगने अस्ति वा इति प्रश्नः एव. उत्तरमस्ति उभयोः भागः अस्ति. तत्र पूर्वपरयोः इति अधिकारे सन्ति तत्र सवर्णदीर्घसन्धीयते यानि सन्ति खलु तत्र एव अन्तादिवच्च इत्यपि अधिकारद्वयमपि अधिकार अनुवर्तनं भवति सर्वत्र पूर्वपरयोः. अन्तादिवच्च सूत्रं कीदृशसूत्रमस्ति तस्य? अन्तादिवच्च इति तत्र परिभाषासूत्रं भवति वा महोदय? अन्तादिवच्च परिभाषासूत्रं तत् सूत्रम् अन्येषु सूत्रेषु आगत्य सहायतां करोति. परिभाषासूत्रं सत्यम् उत्तमम् अस्तु. तर्हि पचन्ति इति भवति बहुवचनरूपे कस्यापि प्रश्नः अस्ति वा? अतिदेशसूत्रमस्ति अतिदेश एकादेशस्य अन्तादिवत् अतिदेशः अन्तादि हा तदपि भवितुम् अर्हति अन्तादिवत् च अन्तः आदिवत् वत् इति अस्ति खलु अन्तादिवत् अतः अतिदेशः तदपि सत्यं तदपि अस्ति प्रायः अतिदेशः एव अस्ति वा परिभाषा अपि अस्ति उभयमस्ति आम् यत्र सन्देहः भवति तत्र का आदिः कस्य भवति इति सन्देहः भवति चेत् परिभाषा इति कार्यं करो परिभाषावत् कार्यं करोति खलु महोदय सत्यं सत्यम् उत्तमं विजयं तर्हि जषोषि पश्यतु भ्रमः मा भवेत् जश्विषये भ्रमः नास्ति न द्विवचने षी दीर्घषि अस्ति भवति तत् षप्षणोर्नित्यमिति दीर्घषि कृते भवति द्विवचनकृते बहुवचनस्य षि कृते नास्ति अपि च नपुंसकस्य झटचः इति ह्रस्वषि कृते अस्ति यतोहि षि एव सर्वनामस्थानम् अस्ति दीर्घषि सर्वनामस्थानं नास्ति अतः तत्र कार्यं न भवति तर्हि अपि च पचन्ति उभयोः नुमागमः भवति परन्तु नुमागमस्य यत् सूत्रमस्ति निमित्तसूत्रं चिह्नमस्ति द्विवचने नुमागमः केन सूत्रेण आगच्छति षट् क्षणोरित्यं बहुवचने केन सूत्रेण आगच्छति नपुंसकं परन्तु फलमेकं नुमागमः पचत् सर्वनामस्थानम् अस्ति खलु योगः इ अतः पदसंज्ञा न भवति खलु वा पदसंज्ञा पचत् भवति पचत् योगः इ प्रत्ययः अस्ति सर्वनामस्थान ई प्रत्ययः सर्वनामस्थान सर्वनामस्थान अस्ति इदानीं पदसंज्ञा किमर्थं न भवति पदसंज्ञस्य पदसंज्ञा कृते सूत्रं किम् सर्वनामस्थाने खलु अपि च षी सर्वनामस्थानम् इति उक्तमस्ति यत्र षी प्रत्ययः भवति तत्र सर्वनामस्थान इति एव भवति षी इति षी सर्वनामस्थानम् इति अत्र उक्तं साक्षात् पचत् योग पदसंज्ञा न भवितुं शक्नोति पदसंज्ञा अथवा भवसंज्ञा केवल असर्वनामस्थानकृते अत्र महोदय श्रीसरणमस्थानम् इति यद्यपि नपुंसकलिङ्ग इति न उक्तं सूत्रे षी इति प्रत्यये नपुंसकलिङ्गे एव भवति इति कृत्वा तस्य एव पृथक् सत्यं षी पुलिङ्गे स्त्रीलिङ्गे न भवति अतः न उक्तं यतोहि जषोः षी मध्ये नपुंसकलिङ्गस्य तत्र अनुवृत्तिः अस्ति अनुवृत्तिः न आवश्यकम् अस्ति इति श्रीरसरणमस्थानम् इत्यस्य कृते अग्रे पठतु मीना महोदय ध्येयं यत् ध्येयं यत् अत्र उगितचां सर्वनामस्थाने अधातोः इति सूत्रस्य प्राप्तिरपि अस्ति परन्तु नपुंसकस्य जलचः इत्यस्य बलं परत्वात् उगितचाम् उगित तत्र उगित कृत्र चां सर्वनामस्थाने सुऔजस् सर्वनामस्थानम् आम् उगित नपुंसकलिङ्गमस्ति शी अस्ति अत्र सुऔजस् तत्र पुलिङ्गे पठतु नपुंसकलिङ्गे सुऔजस् अमौट् इति कृत्वा इति पठित्वा न वदनीयं सर्वनामस्थानम् अस्ति न वा सर्वनामस्थानम् अस्ति अतः नपुंसकस्य श्री सर्वनामस्थानं क्षम्यतां नपुंसकस्य श्री सर्वनाम ह्रस्व इकारः ह्रस्वशि ओ तस्मात् ध्येयं यत् अत्र ऊगित् अचां सर्वनामस्थाने धातोः सर्वनामस्थानम् अस्ति नपुंसकलिङ्गम् अस्ति षि अस्ति तस्मात् सर्वनामस्थानमस्ति अधातोः इति सूत्रस्य उगितच्छां सर्वनामस्थाने अधातोः इति सूत्रस्य नुमागमः भवति वा किं भवति किं परन्तु नपुंसकस्य जलचकृत्यस्य तत्रापि नपुंसकस्य जलचः इत्यपि नुमागमः भवति कस्य सूत्रस्य प्रसक्तिरस्ति इति सूत्र पर नपुंसकस्य जलचः इति सूत्रं 7182 परन्तु 72 क्षम्यताम् तत्र नपुंसकजलस्य इति सूत्रस्य परत्वात् इति सूत्रेण बलीयः अस्ति अवगतं महोदय प्रथमा द्वितीया पचत् पचत् मित्रं पचन्ति मित्रे पचन्ति मित्राणि नपुंसकलिङ्गे पचत् पचत् पचत्वा पट पचत्वा मित्रं पचन्ति मित्रे पचन्ति मित्राणि तत्र भुवादौ पचत् पचत् पचन्ति पचन्ति प्रथमा द्वितीया एव नुमागमः पचन्ति पचन्ति तत्र नुमागमः किमर्थं प्रथमा पचन्ति पचन् प्रथमा द्वितीया एव महोदय किं प्रश्नः सा अस्ति किमभवत् भुवादौ भुवादौ पचत् इति अस्ति तत् नपुंसकलिङ्गं पचत् इति पुल्लिङ्गपदं पचन्ति इति स्त्रीलिङ्गपदं पचन्ति इति नपुंसकलिङ्गम् अत्र सर्वं नपुंसकलिङ्गमेव अस्ति सर्वं स्त्रीलिङ्गपदं अत्र सर्वत्र नपुंसकलिङ्गमेव अस्ति प्रथमलिङ्गे कुत्र आगच्छति महोदय अहं वदामि किञ्चित् तत्र नुमागमः भवति उगितचां सर्वनामस्थाने इत्यनेन यत्र यत्र सर्वनामस्थानम् अस्ति तत्र नुमागमः भवति पुल्लिङ्गे भवतु स्त्रीलिङ्गे भवतु अथवा नपुंसकलिङ्गे भवतु इति अस्ति स्त्रीलिङ्गे न भवति सर्वनामस्थानं किमपि नास्ति परन्तु पुल्लिङ्गे पञ्चसुतलेषु नमागमः भवति नपुंसकलिङ्गे सर्वनामस्थाने एक एव अस्ति तत्र भवितुमर्हति परन्तु नपुंसकजलच इति अपर परसूत्रमस्ति कृत्वा नमागमः भवति इति अस्ति अतः प्रथमविभक्तौ किमर्थम् इति न भवति चेत् तत्र नुम उगिदचां सर्वनामस्थाने इत्यनेन नुमागमः न भवितुमर्हति सर्वनामस्थानं नास्ति परन्तु बहुवचने सूत्रद्वयेन भवति किमर्थं तत् एकमस्ति सर्वनामस्थानम् अपि अस्ति अपि च नपुंसकजलचः इत्यनेन अपि भवितुमर्हति अतः तत्र प्रथमाविभक्तौ न भवति एकवचनं किमर्थं पचन्ति पचन्ति भवति पचन्ति पचन्ति भवति शप्शनुर्नित्यं पश्यतु नुमागमः तदैव भवति यदा सर्वनामस्थानं अस्ति अथवा श्री अथवा नदीप्रत्ययपरे अस्ति अन्य कुत्रापि न भवति तर्हि पचत् प्रथमाविभक्ति एकवचनं तत्र शी प्रत्ययः अपि नास्ति दीर्घशी अपि च सर्वनामपि अतः नुमागमः न भवति द्विवचने सर्वनामस्थानप्रत्ययः नास्ति परन्तु दीर्घशी प्रत्ययः अस्ति अतः शक्तिम् इत्यनेन नुमागमः भवति पचन्ति अत्र षि इति प्रत्यय ह्रस्वसि बहुवचने बहुवचने ह्रस्वशि अस्ति यत् सर्वनामस्थानम् अस्ति अतः अतः नुमागमः तथैव जश्रशोभषि इति सूत्रेण वा किम् आमां सूत्रेण भवति नुमागमः भवति नपुंसकस्य झल च इति सूत्रे नाम सूत्राणि भिन्नानि सन्ति परन्तु फलं समानमस्ति द्विवचने नुमागमः भवति शक्षनोर्नित्यम् इति सूत्रेण बहुवचने भवति नपुंसकस्य झल च इति सूत्रे भ्रमः न करोति अवगच्छन्ति वा अवगतम् इदानीं द्विवचने द्विवचने शप्शनोर्नित्यम् इति सूत्रेण अत्र नपुंसकलिङ्गे नपुंसलिङ्गविषये शप्शनोर्नित्यम् इति सूत्रेण द्विवचने भवति बहुवचने जश्रशोर्षिः शिः इति इति सूत्रेण शशोः षि इत्यनेन जश् अथवा शश् स्थाने षि भवति नुमागमस्य सूत्रमस्ति नपुंसकस्य झलचल नपुंसकस्य जलशोः इति सूत्रं जश्रशोः षि इति षि इति आगमः भवति तत्र दिवादौ दीव्यत् दीव्यन्ती दीव्यन्ति ह्रस्वः चुरादौ चोरयत् चोरयन्ती चोरयन्ति प्रथमा द्वितीया अपि तृतीयाविभक्तिः इत्यस्यां तृतीया सप्तमीविभक्तिपर्यन्तं पुल्लिङ्गशब्दवत् तत्र तत्र सर्वनामस्थानं विषयं नास्ति सर्वनामस्थानविषयः नास्ति शी नास्ति शी नास्ति किमपि नास्ति अतः पुल्लिङ्गमपि नास्ति पदसंज्ञा अथवा भवसंज्ञा भवति तर्हि समोर्नपुंसकात् पठितं नपुंसकाच्च पठितम् अन्तादिवच्च भवितं शप्शनोर्नित्यम् अस्माभिः पूर्वं पठितं जश्शशोः षि अस्माभिः पूर्वं पठितं षि सर्वनामस्थानम् एकवारं नपुंसकस्य झलशः इति सूत्रं पठतु महोदय नपुंसकस्य झलशः नपुंसकलिङ्गे सर्वनामस्थाने परे नपुंसकस्य लिङ्गे सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्ताङ्गस्य च णु आगमो भवति जल् च अच्च तयोः समाहारद्वन्द्वः जलच् तस्य जलचः नपुंसकस्य षष्ट्यन्तं जलचः षष्ट्यन्तं द्विपदमिदं सूत्रम् इदितो नुं धातोः इत्यस्य नुम् इत्यस्य अनुवृत्तिः उगितचां सर्वनामस्थाने अधातोः इत्यस्यां सर्वनामस्थान इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकस्य जलचः नङ्गस्य नुं सर्वनामस्थाने नपुंसकस्य जल् अचः जलन्त अपि च अजन्त अङ्गस्य नुं सर्वनामस्थाने परे तत्र सर्वनामस्थाने परे ते इत्युक्ते षि एव प्रथमाविभक्ति प्रथमाविभक्ति बहुवचने एव द्वितीया प्रथमा द्वितीया बहुवचने एव तर्हि अत्र एकं विशेषं पश्यतु नपुंसकस्य उगितचां सर्वनामस्थानम् इति सूत्रमस्ति आचीर्नद्योर्नुं सूत्रमस्ति शप्शनोर्नित्यं सूत्रमस्ति अत्र सर्वत्र एकम् अस्ति यत् एतेषां सूत्राणां कार्यं शत्रिप्रत्यये कृते एव भवति उगिदिचां सर्वनामस्थाने उगित् अस्ति चेत् उगित् इत्युक्ते शत्रिप्रत्ययः शप्शनोर्नित्यं शतुः तत्र अस्ति शतुः शत्रिप्रत्ययः आचीर्णद्योर्नुम् इति अपि शतुः शत्रिप्रत्ययः परन्तु नपुंसकस्य झलचः इति सूत्रं शत्रिप्रत्ययस्य कृते अथवा उगित्प्रत्ययस्य कृते नास्ति सामान्यमस्ति नाम उगित्प्रत्ययः नास्ति अथवा शत्रिप्रत्ययः नास्ति चेदपि तत्र नुमागमः भवति अत्र सूत्रे पश्यतु कुत्रापि शत्रु अथवा उगित् इति लिखितं नास्ति अन्यथा सर्वत्र उगित् इति लिखितम् अस्ति उगिदचां सर्वनामस्थाने उगित् नाम शत्रिप्रत्ययः फलानि पुष्पाणि सर्वत्र नकारः श्रूयते अनेनैव अतः एव पश्यतु मधुशब्दः अस्ति मधुशब्दस्य बहुवचनं किम् अस्ति मधुनि आम् मधूनि मधु मधुनि मधूनि फलानि दीर्घः भवति फलं फलशब्द मधु मधुशब्दं त्यजतु फल बेसिक् फलं फले फलानि खलु फलं फले फलानि तत्र नकारः कुत्र आगच्छति फलानि मध्ये नपुंसकस्य झलचः यतोहि फलशब्द अजन्त अस्ति खलु नपुंसकलिङ्ग अजन्तमस्ति अतः तत्र नुमागमः भवति नुमागमः अस्ति चेत् कुत्र भवति अन्तिम अचवर्णानन्तरं फल इति शब्दे अन्तिम अचवर्णः लकारः इति अस्ति अतः नुमागमः कुत्र भवति फलन् अत्र तदनन्तरं तत्र फला दीर्घं करो किमुक्तम् महोदय नास्ति तत्र भग्नः अभवत् ओ किमर्थं भगे महोदये फलानि किमर्थं दीर्घं भवति तत्र तत्र विशेषसूत्रमस्ति भगिनि तत्र सर्वनामतः असम्बुद्धौ इति अत्र न दीर्घः भवति नपुंसकस्य जलचैत्ये असम्बुद्धौ सर्वनामस्थाने परे दीर्घः भवति इति एकः सर्वनामतः तत् पश्यतु तत्र सर्वत्र अस्ति खलु असम्बुद्धौ इत्यत्र दीर्घः भवति भिन्नसूत्रेण भवति प्रथमाविभक्ति केवलं प्रथमाविभक्त्याम् असम्बुद्धौ असम्बुद्धौ सर्वनामस्थाने तत् सम्बुद्धि खलु नास्ति चेत् तत्र नास्ति सम्बोधनं नास्ति चेत् प्रथमा सम्बोधनं नास्ति चेत् प्रथमाविभक्ति अनेनैव भवति महोदय अत्र सर्वनाम स्थानम् इति सु अत्र न आगच्छति वा सु औ न पश्यतु सु औ पश्यतु सर्वनामस्थान सुट् अनपुंसकस्य अनपुंसकस्य अत्र पश्यतु सर्वनाम पुल्लिङ्गे सुट् नपुंसकस्य इत्यनेन सर्वनामस्थानसंज्ञा परन्तु तत्र नपुंसकलिङ्गे श्री सर्वनामस्थान इत्यनेन सर्वनामसंज्ञा इति अस्ति श्रूयते वा स्त्रीलिङ्गे सर्वनामस्थानं नास्ति भगिनि महोदय स्त्रीलिङ्गे सर्वनामस्थानं नास्ति नपुंसकलिङ्गे अहं वदामि नपुंसकलिङ्गे एव नपुंसकलिङ्गे श्री सर्वनामस्थानं पुल्लिङ्गे सुट् सर्वनामस्थानम् आमां श्रूयते वा आम् अत्र फलानि इति दीर्घ आकारः किमर्थं भवति इति रघुपतिमहोदय उक्तवान् तत्र असम्बुद्धौ इति सूत्रेण इति सत्यं क्षम्यतां मम तत्र कलेक्षन् इशु सर्वनामस्थाने च सम्बुद्धौ इति असम्बुद्धौ असम्बुद्धौ सम्बुद्धिन सम्बुद्धौ च असम्बुद्धौ अत्र दीर्घमस्ति खलु च सम्बुद्धौ न तु च असम्बुद्धौ इति स्पष्टतया वक्तव्यं किल तत्र तत्र मा गच्छतु तत्र अन्य विषयः अस्ति मम तत् मम केवलं मम कथनस्य तत्र कथनस्य तात्पर्यमस्ति यत् अस्माभिः नकारः यत् पठितं फलं फले फलानि तत् नकारः यदस्ति अनेन सूत्रेण आगच्छति नपुंसकस्य झलझल इति अस्तु तर्हि एतावत्पर्यन्तं सर्वे अवगच्छन्ति खलु आं महोदय अग्रे इदानीम् अग्रे किमस्ति कुत्र अस्ति तुदादिगणः खलु हा इदानीं तुदादिगणे अदादिगणस्य अकारं धातवः इति अग्रे कः अस्ति विजया महोदय पठतु तुदादिगण आं महोदय नमस्कारः तुदादिगणः अदादिगणस्य चतुर्दश आकारान्त दातवः तुदत् योगः सु द्वादिगणे यथावत् तुदत् योगः तुदद् तुदत् इति भवति तुदत् योगः औ तुदत् औस्थाने षि इदानीम् अनन्तरं षि अनुबन्धलोपानन्तरं यि एव तिष्ठति तुदत् योगो यि आचि नद्योर्नुम् इत्यनेन षि प्रत्ययस्य परे चेत् आवर्णात् अङ्गात् शत्रान्त अङ्गस्य शत्रन्त अङ्गस्य विकल्पेन नुम् आगमः भवति इति पूर्वमेव वयं दृष्टवन्तः. इदानीं नुम् आगमः भवति मिदचोऽन्त्यात् परः अन्त्यात् अच् पर एव. अनन्तरं नच्छपदान्तस्य जलि इति अपि कार्यं करोति. अनन्तरम् अनुस्वारस्य यी परसवर्णः एतत् सर्वं भूत्वा तुदन्त् योगै यी वर्णमेलनेन तुदन्ति नुम् अभावे तुदति इति भवति. अतः रूपद्वयं भवति नुम् अभावे नुम् स्वीकृत्य तुदन्ति नुम् अभावे तुदति इति भवति. तादृशमेव किमर्थं विकल्पेन आप्चि नद्योर्नुमिति विकल्पेन भवति वा अस्ति अस्ति आतङ्गात् चतुः वा नुं क्षीनद्योः. अस्तु अस्तु विजयमहोदय अग्रे सूत्रं पठतु. आचीर्नद्योर्नुम् आचीनद्योर्नुम् क्षीप्रत्यये वा नदीप्रत्यये परे अस्ति चेत् आवर्णात् अङ्गात् शत्रन्त अङ्गस्य विकल्पेन नुम् आगमः भवति. क्षी च नदी च क्षीनद्यौ तयोः क्षीनद्योः आत् पञ्चम्यन्तं क्षीनद्योः सप्तम्यन्तं नुम् प्रथमान्तं त्रिपदमिदं सूत्रं नाभ्यस्ताच्छतुः इत्यस्मात् शतुः अपि च वा नपुंसकस्य इत्यस्मात् वा इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुं क्षि नद्योः आत् अत्र आत् क्षि अनन्तरं नद्योः एतत् पदम् आगच्छति चेत् अत्र क्षि प्रत्ययः वा नदीप्रत्ययः वा अग्रे अस्ति चेत् अत्र आवर्णात् अङ्गात् शत्रन्तम् अस्ति चेत् अत्र विकल्पेन नुम् भवति. एकस्मिन् पक्षे नुम् आगच्छति अन्यस्मिन् पक्षे नुम् न आगच्छति. अतः रूपं द्वयं भवति आत् अङ्गात् शतुः वा नुम् षि नद्योः इत्यनेन. देयं यत् आचि नद्योर्नुम् इति सामान्यशास्त्रम् शक्ष्यणोर्नित्यम् इति विशेषशास्त्रम् आचि नद्योर्नुम् इत्यनेन शत्रन्त अङ्गस्य आवर्णात् अङ्गात् विकल्पेन नुम् आगमः भवति. द्वादिगणे द्विवादिगणे चुरादिगणे च शत्रन्त अङ्गस्य आवर्णान्तम् अङ्गं भवति. भव दिव्य चोरय सर्वत्र अत्र अदन्तम् अङ्गमेव अस्ति. अतः आचि नद्योर्नुम् इत्यनेन येषु त्रिषु गणेषु अपि नुम् आगमः वैकल्पिकः भवति स्म. नाम येषु त्रिषु गणेषु अपि आचि नद्योर्नुम् इत्यस्य प्रसक्तिः अस्ति एव. तदा शक्ष्यणोर्नित्यम् आगत्य वदति यत् न यत् न किं येषु गणेषु शप्ष्यन् इति विकर्णप्रत्ययः भवतः. अतः अत्र नुम् आगमः नित्यः न तु वैकल्पिकः. ष्यन् इति अत्र द्विवादिगणे अस्ति. अत्र ष्यन् इति अस्ति शप्. एतत् यत्र विकर्णप्रत्ययम् अस्ति अत्र नुम् आगमः नित्यमेव अत्र वैकल्पिकः नास्ति एव. इदानीम् अत्र द्वादिगणे द्विवादिगणे चूरादिगणे शत्रन्त अङ्गस्य अदन्तम् अङ्गम् अस्ति चेत् अत्र भव दिव्य चोरय एतत् अदन्त अङ्गस्य नुम् आगमः विकल्पेन भवति. एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति. सूत्रस्य आमामां क्लाश् नास्ति. किमर्थम् अत्र एक किमर्थम् अत्र नित्यम् आगच्छति किमर्थम् अत्र वैकल्पिकम् आगच्छति इति तत्र शप्शनोर्नित्यम् इति शप् इति भवति तत्र वैकल्पिके विकल्पेन तदा भुवादिगणे अत्र नित्यं भवति. शप् इति भुवादिगणे एव षप्वादिगणे अस्ति, षन् दिवादिगणे, अतः भवादिगणे दिवादिगणे च नित्यम् उमागमः भवति। षप् शनोर्नित्यम् आचीनद्युर्नुं तस्य अपवादसूत्रम्। अपवादसूत्रम् आचीनद्युर्तुम् इति किम् अस्ति? उत्सर्ग। षप् शनोर्नित्यम् इति किम् अस्ति? अपवाद, विशेषसूत्रम्। षप्शनोर्नित्यम् इति विशेषसूत्रम्, आचीनद्योर्नुम् इति सामान्यसूत्रम्, उत्सर्गसूत्रम्। उत्सर्ग अपवाद अस्माभिः बहुवारं पृष्टं खलु, यथा शप् प्रत्ययपि अस्ति खलु, कर्तरि शप् सार्वधातुके इति सामान्यसूत्रम् उत्सर्ग, परन्तु दिवादिभ्यः शन् दुधादिभ्यः श इति सूत्राणि विशेषणमस्ति अत्र, विशेषसूत्रं तथैव अत्र अपि अस्ति। अस्तु, अतः आहत्य भवादिगणे नित्यं, दिवादिगणे नित्यं, तुदादिगणे विकल्पेन, चुरादिगणे नित्यम्। अस्तु, अग्रे अग्रे किमस्ति? कुत्र अस्ति इदानीम्? अदादिगणे, अदादिगणे चतुर्दश आकारान्तदातवः सन्ति, आची नद्यो नुम् इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति, नाम तत्रापि शत्रन्तप्रसङ्गे नपुंसकलिङ्गे नुम् आगमः विकल्पेन भवति। कारणम् इदं यत् येषां धातूनाम् आवर्णान्तम् अङ्गम् अस्ति, परन्तु इदम् अङ्गं शबन्तं शनन्तं वा नास्ति, शप् नास्ति, शन् नास्ति, भुवादिगणे नास्ति, अनन्तरं दिवादिगणे अपि नास्ति। धातवः एते या वा बा श्ना स्रा द्रा सा पा रा ला ला ला दाख्य प्रा मा, एतत् सर्वं दीर्घ आकारान्तपदमस्ति, अत्र आकारान्तदातवः सन्ति अदादिगणे। अत्र अदादौ या धातुः यात् इति अस्ति चेत् अत्र रूपं द्वयं भवति, विकल्पेन भवति, नुम् आगमः नपुंसकलिङ्गे शत्रन्तपदमस्ति चेत् विकल्पेन भवति, याति यान्ति इति नुम् आगमः भवति। एतत् प्रथमविभक्ति अस्ति, रूपं द्वयं भवति, तादृशमेव तावदेव। द्वितीय अपि एतत् नपुंसकलिङ्गम् अस्ति खलु, अतः रूपं प्रथमविभक्ति द्वितीयविभक्ति सर्वदा समानपदमेव, याति यान्ति, याति यान्ति, प्रथमा अपि तादृशमेव भवति, द्वितीय अपि तादृशमेव भवति। अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि? प्रायः नास्ति, नास्ति महोदय, सुलभमेव। इदानीं ज्योत्यादिगणः किं भवति? अस्माभिः पृष्टं यत् पुलिङ्गे ज्योत्यादिगणस्य विषये नुमागमः कदापि न भवति नाभ्यस्तात् चतुः इति सूत्रेण नुमागमः न भवति, खलु? नपुंसकलिङ्गे किं भवति? नपुंसकलिङ्गे अपि नाभ्यस्तात् चतुः अस्ति वा अथवा किमपि अन्यम् अस्ति? तत्रापि नुमागमः नास्ति वा? पश्यतु, रघुपतिमहोदय अग्रे पठतु। आम् महोदय, अभ्यस्तसंज्ञकाः ज्योत्यादिगणः, ददत् योग सु समो नपुंसकात् इत्यनेन नपुंसकात् अङ्गात् सुप्रत्ययस्य लुक् ददत् इति अस्ति। ददत् इति जलां दशवन्ति इत्यनेन पदान्ते तकारस्यार्थं ददद् इति, वावसान इत्यनेन चत्वं ददत् अथवा ददद् इति अस्ति। तत्र किमपि नास्ति, निर्मागमः न भवितव्यं, सर्वनामस्थानं नास्ति, किमपि नास्ति। अत्र आशीर्नद्योर्नुं षी इति नास्ति, षी इति नास्ति, तत्र सु एव अस्ति, अतः न भवति, प्रसक्तिः न। ददा योग अत् अस्ति, स्नाभ्यस्तव रात इत्यनेन साकारस्य लोपः भवति, ददत् इति दद् योग अत् ददत् इत्येव अङ्गमस्ति, दद् योग अत् ददत् इति भवति। तत्र ददत् इति प्रातिपदिकमस्ति, नपुंसकलिङ्गे ददत् योग सु प्रत्ययस्य लोपः ददत् एव अस्ति, अतः तत्र अत्र एकमस्ति, तत्र एकमस्ति आवर्णाङ्गं नास्ति, किमर्थम् आकारस्य लोपः भवति इति, आकारस्य लोपः भवति इति अस्ति। ददत् योग औ, हा ददत् योग औ नपुंसकाच्च इत्यनेन नपुंसक अङ्गात् औ प्रत्ययान्तस्थाने षि आदेशः भवति, तर्हि ददत् योग षि इति अस्ति, ददत् योग इ इति अस्ति, तत्र ददत् योग इ वर्णमेरणे ददति इति अस्ति तत्र प्रत्ययः अस्ति तर्हि अत्र ददत् दद इति प्रत्ययः अपि अस्ति तर्हि तत्र प्राचीनत्वं विकल्पे ददन्ति अपि किमर्थं न भवति तत्र एकमस्ति मात्र एकमस्ति तत्र नाभ्यस्ता शतु एकमस्ति अपि च यदा भवति आवर्ण आचिनद्यदुमिति अवर्णान्तात् इति भवेत् अवर्णान्तात् शत्रुपत्ययस्य अङ्गम् इदानीं शत्रुपत्ययस्य अङ्गमस्ति दद्येव अङ्गं न तु ददा इति अङ्गं किमर्थं स्नाभ्यस्तो रातः इत्यनेन आकारस्य लोपः भवति अतः दद्येव अङ्गं भवति दद् ददत् श्रवणं समानमस्ति पठत् ददत् उभयत्र सः भ्रमः भवितुं शक्नोति यत् मध्ये अकारः अस्ति अतः अवर्णान्तमङ्गं न तत्र पचत् मध्ये यः अकारः अस्ति तत् पूर्वपरयोः स्थाने एकम् अतो गुणे इत्यनेन अकारः आगच्छति तत् पूर्वमपि गच्छति परमपि गच्छति अतः पूर्वं गच्छति अतः पच इति अङ्गम् अस्ति यत् शप्रत्ययस्य अथवा षण् प्रत्ययस्य अथवा शप्रत्ययस्य अकारः अस्ति अतः तत्र आचीर्णद्योर्णं शप्शनित्यं कार्यं करोति ददत् मध्ये दद् योगः अकारः अस्ति तत् अतो गुणे इत्यनेन न आगच्छति तद् अकारः अत् प्रत्ययस्य एव अकारः अस्ति दद् इति अङ्गं यत् अस्ति तद् वस्तुतः ददा तदनन्तरं यथा महोदयेन उक्तं श्नाभ्यस्तेव रातः इत्यस्य अकारस्य लोपः भूत्वा आगच्छति दद् अतः अत् कृते अङ्गं दद इति नास्ति अत् कृते अङ्गम् अस्ति दद् दद् इति अवर्णान्तम् अङ्गं नास्ति अतः आचीर्णद्योर्णं कार्यं न करोति नुमागमः न भवति ददति एव अङ्ग रूपं भवति अवगच्छन्ति वा सर्वे अवगतं महोदय अग्रे अग्रे ददत् योग जस् जस् जसोः षि इत्यनेन नपुंसकातङ्गात् जस् इत्यस्य स्थाने षि आदेश ददत् योग षि इति अस्ति इदानीं षीसरणामस्थान इत्यनेन षि इति आदेशस्य स्वर्णामस्थानसंज्ञा भवति ददत् योग इ इति अस्ति इदानीं तत्र ज्वलन्तमङ्गमस्ति नपुंसकस्य जलचः इत्यनेन सरणामस्थाने परे अत्र सरणं सि इति सरणामस्थानम् इति वयं जानीमः सरणामस्थानम् अस्ति अतः जल जल् अस्ति अपि च अच् अस्ति इ इति अच् अस्ति अतः नुमागमः भवति महोदय जलन्तः जलन्तः इदानीं जलन्त अङ्गं खलु जलन्त अङ्गम् अस्ति खलु अच् इत्युक्ते अच् अस्ति इति न क्षम्यतां मम भ्रमः अस्ति अत्र तत् क्षम्यतां तत्र नपुंसकस्य जलचः तत्र जल जलन्त अथवा नपुंसकस्य जलन्त अथवा सरणामस्थाने पर नुमा नपुंसकस्य जलच एकनिमिषं महोदय पुनः एकं पश्यामि महोदय पुनः नपुंसकलिङ्गे सरणामस्थाने परे जलन्तङ्गस्य अजन्तङ्गस्य च नुमागमः भवति सम्यक् अस्ति क्षम्यतां तत्र अजन्त अङ्गम् अथवा ज्वलन्त अङ्गम् अस्ति चेत् तत्र सरणामस्थान तत्र तत्र सरणामस्थाने परे नुमागमः भवति इति अस्ति अतः ददत् ददत् योगी इदानीं ददन्ति इति नुमागमः भवति तदा नाभ्यस्ता शतु इत्यनेन अभ्यस्तसंज्ञकात् शत्रुपत्ययस्य नुमागमः न भवति इति निषेधः अस्ति नाभ्यस्ता शतुः इति वयं प्रथमं दृष्टवन्तः नुमागमः न भवति निषेधः अस्ति तदा वा नपुंसकस्य इत्यनेन नपुंसकलिङ्गे सर्वनामशब्द सर्वनामस्थानसंज्ञा संज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुमागमः भवति नुमागमे सति मितचदन्त्यात् परः नश्चापदान्तसिदलि अनुस्वारसि परसवर्ण इत्येतेभ्यः सूत्रेभ्यः ददन्त् योग इति भवति वर्णमेरणे ददन्ति नुम् अभावे ददति इति अस्ति. सूत्रमस्ति वा नपुंसकस्य इति. नपुंसकलिङ्गे स्वरनामस्थानसंज्ञके परे अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुमागमः भवति. वा अव्ययपदं नपुंसकस्य षष्ट्यन्तं द्विपदमिदं सूत्रं न अभ्यस्तात् शतुः इत्यस्मात् अभ्यस्तात् शतुः इतनेव अनुवृत्तिः. अत्र 78 वा नपुंसकस्य 79 इति अस्तु. इति तो नुम् धातुः इत्यस्य नुम् इत्यस्य अनुवृत्तिः. उगितचां शरणमस्थाने इत्यस्मात् शरणामस्थाने इत्यस्य अनुवृत्तिः. अङ्गस्य अधिकारः अनुसृत् सूत्रमस्ति अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् शरणमस्थाने इति. तत्र विकल्पेन भवति. यद्यपि तत्र सूत्रमस्ति सामान्यसूत्रमस्ति न अभ्यस्तात् शतुः इत्यनेन नुमागमस्य निषेधः, तदा नपुंसकलिङ्गे नपुंसकस्य नुमागमः भवति विकल्पेन वा इत्यनेन विकल्पेन भवति इति वदति. अतः ददत् ददति ददन्ति अथवा ददति. द्वितीया विभक्ति अपि ददत् ददति ददन्ति अथवा ददति इति अस्ति. अवगच्छन्ति वा सर्वे? पुलिङ्गे नुमागमः न भवति, परन्तु नपुंसकलिङ्गे वा नपुंसकस्य इत्यनेन सर्वनामस्थानपरे नुमागमः विकल्पेन भवितुं शक्नोति. अतः ददन्ति अथवा ददति. बहुवचने एव प्रथमा द्वितीया बहुवचने एव. अवगच्छन्ति वा? ददत् ददत् ददत् ददतौ ददत् ददतः इति भवति वा तत्र पुल्लिङ्गे? ददत् ददतौ ददतः इति पुल्लिङ्गे. अन्ये गणे अग्रे पठामि वा? अन्ये गणाः अत्र अवर्ण अभावात् प्रथमा द्वितीया द्विवचने क्षी प्रत्यये परे आशिनद्यनुमित्रनुमागमः न भवति. प्रथमा द्वितीया बहुवचने क्षी प्रत्यये परे नपुंसकजलजः इत्यनेन नित्यं नुमागमः. अदादौ सत् सति सन्ति. अत्रापि तत्र अवर्णः नास्ति अतः द्विवचने न भवति. सन्ति इत्यस्मिन् भवति एव नपुंसकजलचैत्यनेन सन्ति इति भवति. नित्यं तत्र किमपि नित्यमस्ति तत्र सन्ति इति. स्वादौ चिन्वत् चिन्वति चिन्वन्ति. अत्र चिन् चिन्वत् इति अङ्गमस्ति, उकारान्त अङ्गमस्ति शत्रन्तस्य कृते. शत्रप्रत्ययस्य कृते उकारान्त अङ्गम् अतः न भवति. चिन्वत् चिन्वति चिन्वन्ति इति. तथैव रुन्धत् रुन्धति रुन्धन्ति. क्षम्यतां, रुन्धत् रुन्धति रुन्धन्ति खलु तत्र महोदय? दीर्घैकार दत्तमस्ति. अस्तु, दीर्घैकार दोषः अस्ति तत्र, दोषः अस्ति. आम्, ह्रस्व एव. तन्वत् तन्वति तन्वन्ति. तनु इति तुदायिगणे. तच्च तनादिगणे क्रीणत् क्रीणति क्रीणन्ति. अत्रापि अवर्णः नास्ति. अत्रापि स्नाभ्यक्तवरात् इत्यनेन अकारस्य लोपः भवति. अतः क्रीण क्रीणि एव अत् क्रीणत् इति अङ्गम्. अतः तत्रापि न भवति क्रीणत्. अतः क्रीणति क्रीणन्ति. अत्रापि नुमागमः न भवितुमर्हति द्विवचने. आर्चि नद्योनमित्तेन नुमागमः न भवति तत्र इति अस्ति. ते पश्यतु, महोदयेन उक्तं श्ना प्रत्ययः अस्ति. श्ना मध्ये अपि आकारान्तम् अस्ति तर्हि प्रश्नः भवितुं शक्नोति आचि नद्योर्णं किमर्थं कार्यं न करोति. पण यथा महोदयेन उक्तं श्नाभ्यस्य रातः तत्र आकारस्य लोपः भवति. अतः क्रीन् हलन्तपदमेव भवति, हलन्तशब्दमेव भवति. क्षत्रिप्रत्ययस्य कृते अङ्गं क्रीन् अस्ति, हलन्तमस्ति. अतः नुमागमः न भवति इति द्विवचने. अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि? न महोदय, स्पष्टं न भवति. सुबन्तपदलिङ्गे अथवा अपि च नपुंसकलिङ्गे समाप्तं. त्रिलिङ्गे तु किमपि नास्ति. त्रिलिङ्गे नदीप्रत्ययः योजयित्वा यद्भवति तदनन्तरं तु किमपि नूतनं नास्ति. नाम सुबन्तप्रक्रिया मध्ये यत् अस्ति तद्भवति. क्षत्रिप्रत्ययमिति निर्माणे किमपि नास्ति. प्रातिपदिकनिर्माणे अस्ति. नाम स्त्रीप्रत्ययः अस्ति भवेत् चेत् कुत्र नुमागमः भवति कुत्र न भवति तदस्माभिः पूर्वं पठितं. तर्हि सुबन्तपदनिर्माण इति समाप्तं. शत्रान्तस्य कृते तर्हि अग्रिम इदानीं समयः अपि समाप्तः. अग्रिमरविवासरे शत्रिप्रत्ययस्य यत् अन्तिमकरपत्रमस्ति शत्रिशानचोः प्रज्ञाचिन्तनं तद् वयं पठिष्यामः. तदनन्तरम् अस्माकं सार्वधातुकप्रक्रिया समाप्ता. सानच् इति अनन्तरं सार्वधातुकप्रक्रिया समाप्ता. सार्वधातुकप्रकरणम् इति आरभते. अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय, इदानीमेव स्पष्टः अभवत्. सर्वदा तत् मम भ्रमः भवति स्म, इदानीं नास्ति. त्रिवारं यदा पठितं नपुस्तकलिङ्गे सर्वदा भ्रमः भवति स्म, इदानीं सम्यक् भवति. अप्लोड् कर्तव्यं महोदय भवतः सैट् मध्ये? इदानीं पर्यन्तं सर्वम् अप्लोडम् अस्ति. अद्य नास्ति नास्ति नास्ति महोदय. अस्ति, किम् अप्लोड् करणीयं भगिनि? ध्वनिमुद्रणं. वर्गस्य वर्गस्य अस्ति इति चिन्तयामि. इदानीं पश्यामि. टु 723 अन्तिम. अस्तु अस्तु, धन्यवादः महोदय. धन्यवादः महोदय, शुभरात्रिः. धन्यवादः महोदय, शुभरात्रिः.